अस्तु, आरम्भं कुर्मः. अत्र कोऽपि वक्तुम् इच्छति वा आरम्भश्लोकम् एनाक्षरसमाम्नाय? पठतु, पठितुं शक्यते चेत् पठतु. अहं पठामि. पठतु. नमस्कारः. पठतु. येनाक्षरसमाम्नाय मधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. अस्तु, इदानीं पाठः विषये, धन्यवादः. इदानीं पाठः विषये अत्र गच्छेम. अत्र द्रष्टुं शक्यते खलु आत्मनेपदत्वं? सर्वे सर्वे म्यूट् म्यूट् मध्ये भवतु, भवन्तु. अस्तु, अत्र इदानीं पूर्वतनवर्गे वयं दृष्टवन्तः आत्मनेपदं किम्, आत्मनेपदत्वं किम् अस्ति इति. अत्र अनुदात्तनित आत्मनेपदम्. एकनिमिषम्. एकनिमिषम्, अत्र कोऽपि अत्र जायिन् कर्तुं न शक्यते इति अहं मन्ये. अत्र आत्मने विषये किञ्चित् पठितुं शक्यते चेत् पठतु. आत्मनेपदम् इति अस्ति खलु अत्र. गीता श्रीधर् पठतु एतत् विषये. न दृश्यते भगिनि. भगिनि, किमपि अन्यत् दृश्यते अत्र? वाट्सप् डैलाग् एतदेव द्रष्टुं शक्यते वा? अस्तु भगिनि, इदानीं किमपि अन्यत् दृश्यते? इदानीं दृश्यते, इदानीं पठतु आत्मनेपदे. परन्तु अत्र द्रष्टुं शक्यते खलु? द्रष्टुं शक्यते भगिनि. पठतु, पठतु. आत्मनेपदम्. आत्मनेपदत्वम् अनुदात्त हित आत्मनेपदम्. यस्य धातोः अनुदात्तस्वरस्य अनुदात्तस्वरस्य नकारस्य च इत्संज्ञा भवति सः धातुः आत्मनेपदी. अनुदात्तश्च न च अनुदात्तङौ इतौ यस्य सः अनुदात्तहित द्वन्द्वगर्भ बहुव्रीहि तस्मात् अनुदात्तहितः. अनुदात्तहितः पञ्चम्यन्तम्. आत्मनेपदम् प्रथमान्तम्. द्विपदम् इदं सूत्रम्. भूवादयोः धातवः पठतु. भूवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रम्. अनुदात्तहितः धातोः लस्य आत्मनेपदम्. अनुदात्तेत् नाम अनुदात्तः, यस्य सः धातुः अनुदातेभ्यः धातुभ्यः ङिभ्यः ङिद्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः तर्हि यः धातुः अनुदात्तेत् भवति अथवा ङित् भवति सः आत्मनेपदि धातुः अस्ति अस्तु अनुदात नित यत्र नित इति पदम् आगच्छति वयं पूर्वमेव दृष्टवन्तः तत् समये आत्मनेपदं भवति इति तादृशमेव स्वरितनित कर्तृ अभिप्राये क्रियाफले तत्र यत्र स्वरितनित इति भवति तत्र उभयपदिनः भवति एतत् अनन्तरं शेषात् कर्तरि परस्मैपदम् यत्र धातोः आत्मनेपदस्य कारणं नास्ति किम् अस्ति चेत् अत्र यत्र नितः नास्ति अनन्तरं तत् नितः नास्ति एतत् यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तरि परस्मैपदं भवति किमर्थं चेत् शेषात् कर्तरि परस्मैपदम् परस्मैपदं कुत्र भवति इति पूर्वमेव मया उक्तं किम् अत्र अस्ति चेत् अत्र परस्मैपदिनः कार्यम् अन्येषां कृते अत्र कृतवन्तः परस्मै इदानीं पाचः तण्डुलान् न तु भोजनम् अन्येषां कृते कृतवन्तः अतः तत्र भवति भवतः भवन्ति भवसि भवतः भवतः भवामि भवावः भवामः इति परस्मैपदिनः प्रत्ययं योजनेन आगच्छति यत्र अन्येषां कृते कृतवन्तः तत्र अत्र नितः इति पदम् आगच्छति चेत् एतत् तत्र वन्दे वन्देति वन्दन्ति वन्दसि वन्देति वन्देति वन्दे वन्दत्वे वन्दे वन्दावहे वन्दामहे इति अस्ति यत्र नित 1312 अत्र द्रष्टुं शक्यते चेत् अत्र पश्यतु 13 किमस्ति अत्र 1312 अस्ति खलु 1312 अस्ति अत्र प्रथम अध्याये तृतीयपादे द्वादशतमं सूत्रमस्ति अनुदात नित आत्मनेपदम् इत्युक्ते यत्र धातोः ण्यकारः अस्ति अन्ते उत न तु अनुदातः स्वरः अस्ति अनुदातस्वरः उपरि अस्ति खलु वयं पूर्वमेव दृष्टवन्तः येद इति स्वीकुर्मः चेत् अत्र दकारमध्ये किं किम् अस्ति अत्र हा उत्तमम् अनुनासिक अकार अतः तत्र एतत् येद इति अस्ति चेत् अत्र दकार उत्तरवर्ति अकारः अनुदातः अस्ति एतत् उपदेशे अज अनुनासिक इत्यनेन इत् भवति अनन्तरम् अन्य एकं धातुः स्वीकुर्मः चेत् अत्र शीङ् इति अन्तिमवर्णः ङकारः अस्ति अनुदाते नित इति अस्ति खलु नित अत्र शीङ् मध्ये अपि नित आगच्छति नित इत्युक्ते शीङ् अत्र कख गघ ङ इति अस्ति खलु यत् धातोः अन्तिमवर्णः ञकारः नित अस्ति चेत् एतत् आत्मनेपदं भवति शीङ् इति आगच्छति वयं पूर्वमेव एतत् विषये दृष्टवन्तः अत्र शीङ् इति स्वीकुर्मः चेत् किं किम् अभवत् इति पूर्वतनवर्गे एव दृष्टवन्तः खलु अस्तु इदानीं शीङ् इति धातुः स्वीकुर्मः चेत् अत्र शीङ् इति अस्ति भुवादयो धातवः एतत् सर्वं वयं जानन्ति एव. लट् लट् इच्छा अस्ति, विवक्षा लट् अस्ति, अतः लट इति अस्ति. अनन्तरं सिप्तस्ति सिप्तस्थ मिप्वस्मस् एतत् अस्ति. अनन्तरं तातां झ सा तां द्वम् इड्वहिमहि इति अस्ति. अतः तत्र एतत् ञकारः अस्ति, अतः तत्र किं पदम् आगच्छति? आत्मनेपदम्. आत्मनेपदम् उत्तमम्, आत्मनेपदम् आगच्छति. पूर्वमेव दृष्टवन्तः एतत् विषये. इदानीं सर्वत्र शप् इति सर्वत्र नास्ति. एतत् भुवादिगणीयधातुः अस्ति, अतः तत्र शप् इति अस्ति. अनुबन्धलोपानन्तरं तत्र अकारः एव तिष्ठति. परन्तु तदपि आदिप्रभृतिभ्यः शपः इत्यनेन पूर्वतया 2472 द्रष्टुं शक्यते चेत् अत्र पश्यतु, अत्र आदिप्रभृतिभ्यः इति सूत्रेण आदादिगणस्य धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् भवति, अतः तत्र लुक् भवति. शप् इति न आयाति एव, शप् इति अपगच्छति. किञ्चित् प्रश्नः अस्ति चेत् पृच्छतु, किमपि वक्तुम् इच्छति वा? न तु अत्र म्यूट् मध्ये भवतु. अत्र आदिप्रभृतिभ्यः इति सूत्रेण शप् इति भवति, लुक् भवति. आदिप्रभृतिभ्यः इत्युक्ते किम्? आदिप्रभृतिभ्यः इदानीमेव अत्र पश्यतु, अदादिगणीयः धातुः यत्र अस्तु अधिप्रभृतिभ्यः आरभ्य, अधि इति प्रभृतिभ्यः, अद वक्षणे इति धातुः आगच्छति. एतत्तु अदादिगणीयधातुः. अत्र शप् इति लुक् भवति, अतः तत्र शीङ् धातु वयं स्वीकुर्मः चेत् अत्र एतत् अदादिगणीयधातुः. एतत् भुवादिगणीयधातुः, परन्तु शप् अत्र किमर्थम् अपगच्छति चेत् शीङ् धातोः अधिप्रभृतिभ्यः शपः इत्यनेन शप् पूर्णतया लुक् भवति. अतः इदानीं शी योगः ता एव तिष्ठति. ता तिथे आत्मने पदानां तेरे इति पूर्वमेव वयं दृष्टवन्तः, गतवर्गे मया सूचितमेव. तिथ आत्मने पदानां तेरे इति अस्ति. अत्र किम् अस्ति चेत् तकार उत्तरवर्ति किम् अस्ति? न न तकार उत्तरवर्ति कोऽपि अकारः अस्ति. तत् अकारः तु तिथे आत्मनेपदानां तेरे इत्यनेन अकारस्य स्थाने एकारः भवति. 3479 पश्यतु अत्र. अत्र किमस्ति? तृतीयाध्याये चतुर्थपादे एकोन अशीतिः इति सूत्रेण तिथे आत्मनेपदानां तेरे, आत्मनेपदं यत्र यत्र भवति तत् स्थाने, तिथे आत्मनेपदानां तेः अन्तिमवर्णस्य स्थाने एकारः भवति इति अत्र वयं द्रष्टुं शक्यते. महोदय वदतु, कथम् एकारः आगच्छति एकवारम् उदाहरणसहितम्? अत्रैव अस्ति खलु सूत्रसहितम्, अत्र एव अस्ति सूत्रसहितम् अस्ति, परन्तु एकवारम् अहं वरं वदामि टि इति भागः कुत्र भवति? अन्ते. अन्ते, उत्तमम्. अन्ते अत्र टि इति भागः अकारः अस्ति. इदानीं पश्यतु अत्र वन्द् इति धातुः अस्ति. अन्य उदाहरणम् एतत्तु वन्द् धातुः लट् लकारस्य प्रथमपुरुषे एकवचनस्य रूपसिद्धिः तादृशं भवति. एकारः कुत्र भवति इति अत्र शप् इति अस्ति खलु, शप् अत्र शप् मध्ये अकारः एव तिष्ठति. शप् इति मध्ये अकारः एव तिष्ठति. तत् अकारस्य स्थाने तिथे आत्मनेपदानां तेरे इत्यनेन तकारस्य स्थाने यः टि सञ्ज्ञकः अकारः अस्ति, तत् अकारः अत्र एकारः भवति. इदानीम् अत्र द्रष्टुं शक्यते अत्र शीङ् धातोः अधिप्रवृत्तिभ्यः इति उदाहरणं स्वीकुर्मः चेत् अत्र शपः शपः लुक् शपः लुक् भवति अतः तत्र तकारः एव तिष्ठति. इदानीं तकार उत्तरवर्ति किं भवति टि भागः ते किम् अकार अस्ति अकार अस्ति अकारस्य एकारः भवति टिते आस्पर्यपदानां टेरेति. इदानीं शी इति अस्ति शीङ्गः तत्र एतत् प्रत्येकं सूत्रमस्ति शीङ्गः सार्वधात् के गुणः इति. अत्र शी इति ईकारः अस्ति अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण प्रसक्तिः अस्ति परन्तु तत् प्रबाद्य शीङ्गः सार्वधात्के गुणः एतत् एव गुणः भवति. अत्र पुहन्तलघुपदस्य च गुणः भवति यत्र उपदायां स्थितस्य इक् वर्णस्य गुणः भवति. इदानीं शीङ् इति स्वीकुर्मः अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति परन्तु एतत् सर्वाणि अत्र शीङ्गः सार्वधातुको इति सूत्रेण कार्यं करोति. एतत् प्रपाद्य सार्वधातुकार्धधातुकयोः इति सूत्रं प्रपाद्य शीघः सार्वधातुके गुणः इति अत्र शे योगः ते इति भवति. भगिनी प्रश्नः अस्ति सार्वधातुक आर्वधातुकयोः इति सूत्रेण गुणः भवितुम् अर्हति एकारः शे किमर्थम् एतद् प्रपाद्य पाणिनिना सूत्रं कुत्रापि न व्यक्तं भवितुम् अर्हति. अत्र एतत् शीङ्गः सार्वधातुके एव अत्र गुणः भवति इति अत्र पाणिनिना उक्तम्. एतत् स्वीकुर्मः खलु एतत् प्रत्येकविषयेण रूपेण अत्र अन्य गुणः भवितुम् अर्हति इति शीङ्गः सार्वधातुके इत्यनेन एव गुणः भवति. एतत् स्पेशल् अत्र विशेषणतया अत्र शीङ्गः सार्वधातुके किमपि विशेषकार्यं नास्ति. विशेषकार्यम् अत्र नास्ति परन्तु एतत् शीङ्गः सार्वधातुके इत्यनेन एव अत्र ईकारस्य स्थाने एकारः भवति अतः शेते इति भवति. सो इदानीं सार्वधातुकार्धधातुकयोः गुणः भवति अनन्तरं शीङ्गः सार्वधातुके गुणः भवति अनन्तरं पुहन्तलघुपदस्य च गुणः भवति परन्तु कुत्र किं कार्यं भवितुम् अर्हति इति अत्र दत्तमेव. अत्र शीङ्गः सार्वधातुके प्रत्येकेन अत्र शीङ् धातोः एव कार्यं करोति. इदानीम् अन्यसूत्रमपि अस्ति रूप्ट् इति भवति. आम् आं भगिनि एकमपि अस्ति शीङ्गः सार्वधातुके रूट् इति अस्ति कापि पेस् कर्तुं शक्यते अत्र. अस्तु कापि पेस्ट् कर्तुम् अनन्तरम् इदानीं स्थापनीयम् अत्र पश्यतु अत्र शीङ् शीङ् शीङ्गो रुट् शीङ्गो रुट् इति अस्ति शीङ्गो रुट्. इदानीं पश्यतु अत्र शीङ् धातोः परस्य ञकारः ञकारः किं वचनं किं पुरुषः अत्र ञकार ञकार ञकार ञकारप्रत्ययस्य ओ तत् षष्ठी न न न झ इति अस्ति कुत्र भवति जोन्तः अस्ति एक न न न मम समीचीनमेव परन्तु अत्र कुत्र भवति वचनं किं पुरुषः किं वचनः पुरुषः बहुवचनं बहुवचनं पुरुषः प्रथम पुरुष प्रथमपुरुष बहुवचनं शीङ् धातोः परसे ज्ञ ञ झ क्षम्यतां झ इति प्रत्ययस्य यकारः यः अत् आदेशः भवति तस्य रुट् आगमः भवति. इदानीम् अत् इति पूर्वं दृष्टवन्तः किम् अस्ति चेत् अत्र मया पूर्वम् एव सूचितम् अत्र धातुगुणः अस्ति किमस्ति चेत् अत्र मया प्रेषितं खलु यत्र यत्र कुत्र कुत्र जुहोत्यादिगणः भवति भुवादिगणः भवति इति धातुगणः भवती प्रेषितवती ईमेल् मध्ये ईमेल् मध्ये मया प्रेषितमेव परन्तु इदानीं पश्यतु अत्र वाट्साप् मध्ये प्रेषयित्वा सर्वे द्रष्टुं शक्यते एव अत्र आम् शुभ्रूजिते सुदादिगणे एव अभ्यासः लटि सिद्ध सुदादि महोदय वाट्साप् अस्ति खलु वाट्साप् मे प्रेषितवान् वाट्साप् मध्ये कस्य नाम नास्ति चेत् दूरवाण्यां सङ्ख्यां प्रेषयतु अहम् अरविन्द महोदय एतत् अनन्तरं मेरा तु है न वाट्साप् मध्ये है अस्ति खलु अस्तु इदानीम् अत्र पश्यतु तुदादिगणे अस्ति अनन्तरं जुहोत्यादिगणः अस्ति अत्र एव अत् इति अस्ति खलु लोट् लकारे अतु अत् इति अस्ति उकारः अनन्तरम् आगच्छति इदानीम् अत् अस्ति था आताम् अथ था इदा अहं प्रेषयिष्यामि एकनिमिषम् अत्र सर्वाणि विषये अस्ति एव अत्र सर्वाणि लकारः अत्र किं किं भवति लकारः कति लकारः भवन्ति दशलकारः भवन्ति अत्र एतत् विषये मया प्रेषितमेव अत्र भगिनी स्क्रीन् शेर् मध्ये किमपि अन्यत् दृश्यते अहं जानामि एव इदानीं मया प्रेषितम् अत्र वाट्साप् द्वारा अतः एव किञ्चित् क्लेशः आसीत् इदानीं नीत आत्मनेपदं वयं दृष्टवन्तः अत्र स्वरितनीत इति 1372 मध्ये पश्येम्यहम् स्वरितनीत अत्र पश्यतु यत्र यत्र ञकारः भवति यत्र यत्र ञकारः भवति तत् स्वरितः स्वरः इत्संज्ञकः अस्ति तस्मात् परः कर्त्री अभिप्राये क्रियापदे आत्मनेपदस्य प्रत्ययाः भवन्ति अत्र कर्त्री अभिप्राये क्रियापदे आत्मनेपदस्य प्रत्ययाः भवन्ति अनन्तरं परस्मैपदिनः अपि भवति किमर्थं चेत् अत्र इदानीं पश्यतु यत्र नितः दातवः नीञ् प्रापणे अस्ति चेत् अत्र धातुः द्वयं भवति दुक्रुञ्ज् करणे इति अस्ति दुक्रुञ्ज् एकनिमिषम् अत्र पश्यतु Thank you. नुकुरञ्च् करणे अस्ति. एतत् क्रू धातुः सर्वप्रसिद्धः अस्ति. कार्यं करोति, कार्यं कुरुतः, कार्यं कुर्वन्ति, एतत् सर्वाणि पदानि अस्ति. अत्र दुक्रञ्ज् इति अन्तिमवर्णः झ छ झ झ ञ इति अस्ति. तत्र ञकारः यत्र भवति अत्र मनसि स्थापनीयम्, अत्र उभयपदिनः भवति इति. समीचीनम्. उभयपदिनः करोति इति भवति, कुरुते आत्मनेपदिनः अपि भवति, परस्मैपदिनः अपि भवति. कुरुते कुर्वाते कुर्वते, कुरुषे कुर्वाते कुरुद्वे, कुर्वे कुर्वहे कुर्महे इति भवति. करोति कुरुतः कुर्वन्ति, करोषि कुरुतः कुरुत, करोमि कुर्वः कुर्मः. एतत् किमर्थं भवति, कुतः भवति इति द्रष्टुं शक्यते. किमर्थं चेत् तत्र ञकारः अस्ति, चकारस्य अन्तिमवर्णः यत्र भवति तत्र उभयपदिनः. एतदपि मनसि स्थापनीयम्. इतः पर्यन्तम् आत्मनेपदिनः विषये, अनन्तरम् उभयपदिनः विषये किञ्चित् क्लेशः अस्ति वा पृच्छतु. अस्ति चेत् पृच्छतु. धातुपाठे स्वरितः किमपि धातु अस्ति उभयपदी? अरित्र अत्र स्वरितनित कर्त्री अभिप्रायः अस्ति भगिनि. पच्येव स्वरितमस्ति, पचते पचति, अत्र अपि पचति पचति. एतदपि यत्र अन्येषां कृते कार्यं भवति तत्र किं पदं भवति? परस्मै. परस्मै अन्येषां कृते इदं शरीरं शेषात् कर्तरि परस्मैपदम्. शेषात् कर्तरि परस्मैपदम्. यत्र कर्तरि अभिप्राये क्रियाफलं स्वस्य कृते भवति चेत् अत्र आत्मनेपदम्. कर्तरि अभिप्राये क्रियाफलम् अन्यत्र गच्छति, परस्मैपदं परस्मै. आत्मने स्वस्य कृते भवति चेत् आत्मनेपदम्. एतत् मिलित्वा एव अत्र स्वरितनितकर्तरि अभिप्राये क्रियाफले इति भवति. यस्य धातोः स्वरितस्वरस्य ञकारस्य च इति संज्ञा भवति, तस्य क्रियाफले फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदे आत्मनेपदतिङ् प्रत्ययः भवति. आत्मनेपदतिङ् प्रत्ययः सर्वे जानन्ति एव. ता थां च एतत् कोऽपि वक्तुं शक्यते वा, ज्ञातुं शक्यते? ज्ञातुं शक्यते वा न वा? अत्र मया प्रेषितं खलु, इदानीं मया प्रेषितं खलु, इदानीमपि मया प्रेषितम्. अत्र वाट्साप् द्वारा पश्यतु अत्र किम् अस्ति इति. कोऽपि जानन्ति चेत् वदतु. जानन्ति वा? अस्तु, इदानीं पश्यतु. अत्र पठितुं शक्यते खलु? पठतु. कुत्रापि प्रश्नः अस्ति वा? प्रश्नं किं? प्रश्नः अत्र धातु आत्मनेपदिनः प्रत्ययः किं किं भवति इति मया प्रश्नः. मम प्रश्नः इदानीं अस्तु. इदानीं स आत्थां च इति महाप्राणवर्णः. अत्र यत्र यत्र महाप्राणः आगच्छति तत्र तत् पदं तत् वर्णः नाभिकमलात् बहिः आगन्तव्यं. नाभिकमलात् मुखे बहिः आगन्तव्यं. अनन्तरं तास् साधारणतया न वक्तव्यं. तत्थ इति महाप्राणः अस्ति. यत्र यत्र एतत् समीचीनतया प्रयोगं कुर्मः चेत् अत्र अस्माकं कर्णे अत्र मधुरम् आगच्छति, न तु अत्र समीचीनं नास्ति एव. अत्र दौर्बला इति एकः प्रातःकाले का एतत् विषये वर्गः चलन्ति एव हैदराबाद् मध्ये. अत्र सप्तवयः अनन्तरं नववयः अत्र बालकौ स्तः, एकं तु स्त्री अनन्तरं तु पुरुषः. तत्र एतत् समीचीनतया पदं तस्यः तस्याः मुखात् बहिः आगच्छति. अत्र श्रोतुम् एतत् विषये बहु मधुरम् अस्ति. अतः त आता च तास् आत्थां द्वं द्वं तत् द ध यत्र यत्र द्वितीयवर्णः आगच्छति, चतुर्थवर्णः आगच्छति, तत्र समीचीनतया नाभिकमलात् महाप्राणः मुखात् बहिः आगन्तव्यम्. एतत् मनसि स्थापयतु. अत्र आरम्भतनवर्गे एव एतत् मनसि समीचीनतया स्थापनीयम्, अनन्तरं वक्तव्यं ता आतां च तास् आत्थां त्वम् इट् बहि महि. अत्र किमपि किमपि क्लेशः नास्ति. एतदेव आत्मना आत्मनेपदसंज्ञकः भवन्ति. एतत् कुत्रापि लिखन्तु, एतत् आत्मनेपदी संज्ञकः भवन्ति इति. अत्र इदानीं क्लेशः न भवितव्यमेव खलु. अत्र आत्मने पद एतत् किं भवति, किं भवति एतत् ता आतां झ तासां इम् आत्मने पदप्रत्ययाः भवन्ति एतत्. अनन्तरं तिप्तस्जि सिप्तस्त निपुवसमस् एतत् जानाति खलु. एतत् परस्मैपदिनः अस्ति चेत् तत्र भवन्ति. एतदपि कुत्रापि लिखन्तु, न तु मनसि स्थापयतु. द्वयोः मिलित्वा तिङन्द् प्रत्ययाः इति. तिङ् अत्र तिङ् किमर्थं भवति, पूर्वतनवर्गे एव मया सूचितम्. अत्र तिप् इति अस्ति खलु, तिप् इति अस्ति. तिप् अत्र भवन्ति. अनन्तरम् अत्र महिङ्ग् इति अस्ति खलु, महिङ्ग् इदानीम् अत्र ति मध्ये ति अस्ति, इङ्ग् महिङ्ग् मध्ये इङ्ग् अस्ति. एतत् मिलित्वा एव ति इति इदानीं ति भवति. अनन्तरं महिङ्ग् मध्ये किम् अन्ते किम् अस्ति सूचयति, अन्ते ण्यकारः अस्ति. एतत् मिलित्वा एव तिङ् प्रत्ययम् इति भवति. तिङ् प्रत्ययं कति भवन्ति कोऽपि वक्तुं शक्यते वा? अष्टादश. अष्टादश. पूर्वतनवर्गे एव एतत् सर्वम् उक्तं मया. इदानीं परस्मैपदिनः आत्मनेपदिनः नव भवन्ति. आत्मनेपदिनः नव, अनन्तरं परस्मैपदिनः नव. एतत् मिलित्वा एव तिङ् इति प्रत्ययम् आयाति. सर्वं सर्वे जानन्ति. किमपि क्लेशः अस्ति वा अत्र? किमपि क्लेशः अस्ति वा अत्र तिङ् कथं भवति इति? न भगिनि, क्लेशः नास्ति. तिङ् इति तादृशमेव भवति. तिङ् प्रत्ययः किम् इदानीं वदतु चेत् अत्र ता आतां च तास् आतां त्वं इडुवहिमहि इति नवप्रत्ययः आत्मनेपदिनः भवन्ति. अनन्तरं सिप् तस् जि सिप् थस् थ मिप् अस्म इति अस्ति. एतत् सर्वम् अत्र परस्मैपदिनः भवति, नवप्रत्ययः सन्ति. अतः एतत् मिलित्वा एव तिप् मध्ये ति स्वीकुर्मः, महिङ् मध्ये ञकारः स्वीकुर्मः, तिङ् इति अष्टादश प्रत्ययाः सन्ति तिङ् मध्ये. एतदेव अत्र भवन्ति. इदानीं विशेषात् कर्तरि इतः पर्यन्तं प्रश्नः अस्ति वा? अस्ति चेत् पृच्छतु. अनिल् महोदय, प्रश्नः अस्ति वा? न महोदय. अस्तु अस्तु, अग्रे चर्यम्. इदानीं शेषात् कर्तरि पदम् अत्र अनिल् महोदय भवानेव पठतु. शेषात् कर्तरि परस्मैपदं प्रथमाध्याये तृतीयपादे अष्टसप्ततिः श्लोकः. यत्र अष्टसप्ततिः तमं सूत्रम् इति वक्तव्यं. सूत्रम् इति नपुंसकलिङ्गं, तममपि नपुंसकलिङ्गम् अस्तु. यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तृत्वे परस्मैपदं भवति. अत्र आत्मनेपदस्य चिन्तनं नास्ति एव, अतः एव तत्र कर्तृत्वे परस्मैपदम्. अत्र कर्तृत्वे कर्ता किम् अस्ति, अत्र परस्मैपदिनः विषये कार्यं करोति, अतः एव अत्र शेषात् कर्तरि परस्मैपदम् इति भवति. अग्रे पठतु. आत्मनेपदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्. आत्मनेपदी निमित्तम् अत्र नास्ति एव, हीनात् अत्र नास्ति एव, अतः तत्र परस्मैपदिनः भवति. शेषात् पञ्चम्यन्तं, कर्तरि सप्तम्यन्तं, परस्मैपदं प्रथमान्तं, त्रिपदम् इदं सूत्रम्. अत्र पञ्चम्यन्तं शेषात् पञ्चम्यन्तम् इति, पञ्चमी यत्र यत्र भवति अतः तत्र कार्यं किं भवति, निमित्तं किं भवति? परः पञ्चमी एतत् झटिति ज्ञापकम् अत्र विस्मरणं न भवति इति अत्र दृष्ट्वा किं अत्र योजनीयं? पञ्चमी परे कार्यं निमित्तं पूर्वम् अस्ति, एतत् मनसि स्थापनीयमेव. एकनिमिषं, पञ्चमी इति अस्ति, पञ्चम्यन्तं यत्र यत्र भवति अत्र पञ्चमी निमित्त अस्ति चेत् परे कार्यं भवति. पञ्चमी अत्र पञ्चम्यन्तम् अस्ति चेत् अत्र कार्यं परे भवति. एतत् मनसि स्थापयतु, कुत्रापि लिखतु एव. कार्यं परे, अनन्तरम् अनन्तरं किं भवति? परे कार्यं निमित्तं पूर्वं भवति. आम् आम्. अनन्तरं सप्तम्यन्तम् इत्युक्ते एतत् कुत्रापि लिखन्तु. सप्तमी भवति चेत् अत्र सप्तम्यन्तं भवति चेत् अत्र पूर्वकार्यं भवति, पूर्वं भवति, कार्यस्य पूर्वभागे. कार्यं पूर्वं भवति, निमित्तं परे भवति. अनन्तरम् अत्र पश्यतु, अत्र प्रथमान्तम् इति अस्ति खलु, प्रथमान्तम् अत्र किं किं भवितुमर्हति? प्रथमान्तम् अस्ति चेत् अत्र किं किं भवितुमर्हति? आगमः, आगमः, उत्तमम् उत्तमम्, आगमः नाम नामकरणार्थम् लोपः स्थानी भवति षष्ठी, प्रथमान्तं तु आगम आदेश षष्ठी स्थानी, पञ्चमी पञ्चमी सप्तमी अपि तृतीया निमित्तम् आगमः आदेशः आदेशः नामकरणम् अनन्तरम् आगमः आदेशः नामकरणं लोपः, एतत् सर्वं लोपः. अनन्तरं षष्ठी अस्ति अस्ति चेत् स्थानी स्थानी षष्ठीस्थाने योग भगिनी नामकरणं पदस्य अर्थः किम्? नाम इति संज्ञा भवति, रामः लक्ष्मणः सुप्तिगन्तं पदं सुप् अस्ति अत्र, तिङ् अपि अस्ति, सुप् इत्युक्ते शब्दविषये, तिङ् इत्युक्ते अत्र क्रिया धातुविषये, षष्ठी इत्युक्ते अत्र स्थाने भवति. अस्तु समीचीनम्, इदानीं किञ्चित् क्लेशः अस्ति चेत् पृच्छतु. यत्र यत्र पञ्चम्यन्तं किं भवति, सप्तम्यन्तं किं भवति, प्रथमान्तं किं भवति, षष्ठी इत्युक्ते किं भवति, एतत् सर्वम् अनन्तरं तृतीया अस्ति चेत् किं भवति? महोदय निमित्तं द्विकारणे भवति, पञ्चम्यन्तं सप्तम्यन्तं, पञ्चम्यन्तम् अस्ति चेत् पूर्वं भवति निमित्तं, कार्यं पूर्वं पञ्चम्यन्तम् अस्ति चेत् निमित्तं पूर्वं भवति, सप्त्यन्तम् अस्ति चेत् निमित्तं परे भवति. सप्तमी अस्ति चेत् सप्तमी सप्तम्यात् पूर्वं कार्यं भवेत्, पञ्चमी अस्ति चेत् पञ्चम्यात् परं कार्यं भवेत्, तृतीया अस्ति चेत् उभयत्र उभयत्र भवेत्. मनसि स्थापनीयम् एतत् सर्वं, मनसि स्थापनीयं, न तु कुत्रापि लेखनीयमेव. तृतीया कुत्र भवति? पूर्वमपि भवति परमपि भवति, उभयत्र उभयत्र भवति. अत्र करणे अस्ति, यत्र यत्र पुत्रेण सह, पुत्रेण सह, अनन्तरम् एतत् पुत्र्या सह, यत्र यत्र तृतीया भवति अत्र करणे यत्र भवति तृतीया, एतत् अग्रे आगच्छति एव, चिन्ता मास्तु. अस्तु इदानीम् अत्र भुवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवर्तिः, पठतु महोदय, अनिल् महोदय. भुवादयो धातवः प्रथमाध्याये तृतीयपादे प्रथमं सूत्रम् इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. लश्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः परस्मैपदे पदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रं शेषात् धातोः कर्तरि लश्य परस्मैपदम्. लस्य कुत्र कुत्र भवति चेत् अत्र लकारः सर्वत्र अस्ति खलु, लट् लोट् लङ् विधिलिङ् सर्वत्र लकारः एव तिष्ठति, अतः एतदेव लस्य इति अधिकारे आगच्छति, धातोः अपि अधिकारे आगच्छति. वादयोः धातवः वन् त्रि वन् पश्येम चेत् अत्र सर्वत्र वादयो धातवः पश्यतु, भू इत्यादयः शब्दाः क्रियावाचिनी अर्थे धातुसंज्ञकः भवन्ति, क्रियावाचिनी भू भवति इति भव भू आदीनां भू एद स्पर्द गद् बाद् इत्यादयः प्रायः द्विसहस्रं शब्दाः गृह्यन्ते. एतत् कुत्र भवति? भुवादयोः धातवः एव. अत्र धातुमाला इति पुस्तकमस्ति, अत्र द्रष्टुं शक्यते एव किं किं भवति इति. भू आदि एतदेव भू आदि. अत्र भुवादयो इति अस्ति खलु, भू आदि ऊकारः अस्ति, अक आदि इति आकारः अस्ति. अत्र किं भवति, किं सन्धिः भवति, कोऽपि वक्तुं शक्यते? अस्तु, इको एणचि यनादेशः भवति, अत्र यन् सन्धिः भवति, अतः तत्र भुवादयः भू योगः आदि इति भवति. भुवादीनां शब्दानां व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा धातुः इति संज्ञा प्रकृत्यसूत्रेण विधीयते. धातुः भू कुत्र धातुः इति अन्यपदं किम्? क्रियावाचिनी शब्द. एतदेव क्रिया एव. धातुः इत्युक्ते क्रिया, वर्ब् अत्र अस्ति. अस्तु, इदानीं महोदय अत्र अत्र भू प्लस् आदौ शुड् बि भादौ, रैट्? वै इट् इस् भू वा आदौ? यन् सन्धिः भूत्वा अत्र यन् सन्धिविषये अत्र सन्धिविषये पुस्तकमस्ति. यन् सन्धेः उकारस्थाने वकार अस्ति, रैट्? परन्तु अत्र उकार एव तिष्ठति. न, भू आ वा इति अस्ति खलु वकारः. औ औ इको एनचि सन्धिः, इको एनचि सन्धि या किमस्ति ओ भवति भगिनि, भो ओ ओ अत्र नास्ति. अहं चिन्तयामि अत्र भ्वादिगण प्रथमगण नास्ति, धातु अधिकारः अस्ति इत्युक्ते भू दातु अधिकारः अस्ति एव. एतत् दातु अधिकारः अस्ति, द्विसहस्रं दातवः अपि सन्ति. मम प्रश्नः अत्र भू योगः आदि इदानीम् अत्र भू इ भवति चेत् इकारः भू आदि चेत् अत्र पृष्ठसङ्ख्या 14 अस्ति, सन्धिपुस्तकमस्ति चेत् अत्र पश्यतु. अनन्तरम् एतत् दीर्घ ऊकारः अस्ति, तत् स्थाने अत्र अन्य तत्तु भ्वादिगणः प्रथमगणः. न न, मम प्रश्नः अत्र किं सन्धिः भवति इति मम प्रश्नः. आदि भूवादयः दीर्घ ऊकारः अस्ति चेत् अत्र एकादेश भूत्वा एचो यवा यावः इति एतत् सन्धिः एव भवति अत्र यान्तवान्तः भवति. आदि आदि ईकारस्य एकारः ततः एचो यवा यावः. एचो यवा यावः यान्तवान्तः भू भो भवति, भू भो भवति अनन्तर आकारस्य योजनेन एचो वयावः. प्रथमं भू शप् प्रत्ययस्य योजनेन भू अधिक भो गुणः भवति, अनन्तरम् अकारस्य योजनेन आवादयः. अस्तु, समीचीनम्. अनन्तरम् अत्र अतः अनेन सूत्रेण निवेदिता पठतु. आम् आम्, निवेदिता अस्ति वा? पठतु. निवेदिता कुत्र वसति? निवेदिता कुत्र वसति? अहं बोरोलीनगरे वसामि, मुम्बै नगरे बोरोलीप्रान्ते. मुरली बोरोलीप्रान्ते. अस्तु, मुम्बैनगरे. अस्तु, अनेन सूत्रेण अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः. धातुः अनुदात्तेत् गीत स्वरितेत ङीत च नास्ति चेत् सः धातुः परस्मैपदिधातुः एव. इदानीमेव दृष्टवन्तः अत्र अनुदातेत् नितः यत्र यत्र नितः भवति तत्र किं पदं भवति आत्मनेपदम् आत्मनेपदम् अत्रैव अस्ति अत्रैव अस्ति उत्तरम् अनन्तरं नित इति भवति चेत् अत्र किं भवति उभयपदम् उत्तमम् उभयपदम् एतत् कुत्रापि लेखनीयमेव नितः अस्ति चेत् आत्मनेपदं भवति नितः अस्ति चेत् अत्र उभयपदिनः भवति कुत्रापि एतत् द्वयोः मध्ये किमपि कार्यं नास्ति चेत् तत्र किं भवति परस्मैपदी परस्मैपदिनः तावदेव अस्तु नीते अग्रे अग्रे पठतु अनुदातेत धातवः एव आत्मनेपदिनः गीतः स्वरितेतः धातवः एव उभयपदिनः यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः तर्हि सूत्रस्य का आवश्यकता इति चेत् कर्तरी कर्तृत्वे अस्ति चेदेव धातुः परस्मैपदी कर्मणि भावे परस्मैपदी न भवति इति सूचनार्थं सूत्रं विरचितम् कर्मणि भावे कर्मणि कर्मणि सूक्ष्मतया एकः झटिति वक्तव्यं चेत् किं वक्तव्यम् विकरणप्रत्ययः प्लस् आत्मनेपदी प्रत्ययः कर्म कर्म अनुसारेण कर्मस्य विभक्ति प्रथमा कर्मणि यत्र भवति चेत् अत्र झटिति किं वक्तव्यम् कर्मप्रयोगः कर्मणि प्रयोगः 311 भगिनि 311 उत्तमम् एतदेव 311 इदानीं पश्यतु देवदत्तेन ओदनं पचति एव देवदत्तेन ओदनं पचति एव इदानीं पश्यतु देवदत्तेन ओदनं देवदत्तेन अत्र किं पदं न अत्र किम् अस्ति अत्र विभक्तिः वचनं तृतीया तृतीया भवति ओदनम् इति किं पदमस्ति अत्र द्वितीय एकवचनं एतत् प्रथम एकवचनमेव किमर्थं चेत् अत्र किं पदम् अत्र नपुंसकलिङ्गमस्ति नपुंसकलिङ्गमस्ति अत्र यत्र यत्र नपुंसकलिङ्गमस्ति अत्र प्रथमविभक्ति ओदनं द्वितीया विभक्ति अपि ओदनमेव वनं वनं फलं फलम् अत्र अस्ति खलु तादृशमेव अत्र कर्मणि प्रयोगे त्री वन् वन् पचति अपि प्रथमविभक्ति एकवचनमेव यत्र सूक्ष्मतया एतत् मनसि स्थापनीयं यत्र यत्र तृतीया विभक्ति अस्ति अत्र कर्मपदम् अनन्तरं क्रियापदं प्रथमविभक्ति एव भवति इति मनसि स्थापनीयम् अत्र कुत्रापि लिखतु एव एतत् विषये किन्तु एतस्मिन् वाक्ये पचति क्रियापदं सम्यक् नास्ति इदानीं चिन्तनम् अत्र न गच्छतु इदानीं देवदत्तेन तृतीया ओदनं प्रथमविभक्ति पचति प्रथमविभक्ति कर्मणि विषये किञ्चित् वक्तुम् इच्छति देवदत्तेन पच्यते भवति देवदत्तेन आत्मनेपदं आगच्छति कर्मणि भवति कर्मणि यक् भवति यक् मध्ये ककारः अलन्त्यं तस्य लोपः भवति इदानीं यक् यकारः एव तिष्ठति अत एव पच्यते क्रियते उच्यते एतत् सर्वं अस्तु इदानीम् अत्र कर्तरर्थे अस्ति चेत् कर्तरर्थे अस्ति चेत् धातुः परस्मैपदे कर्तरर्थे कर्ता अन्येषां कृते कार्यं भवति चेत् अत्र परस्मैपदिनः कर्मणि भावे परस्मैपदी न भवति कर्मणि भावे परस्मैपदी न भवति तादृशमेव अत्र शत्रुशाण च अस्ति खलु आं भगिनि शत्रु किं पदं भवति कोऽपि जानन्ति विद्यमान शित् अपित् शित् अस्ति अपित् अस्ति शाणचपि अत्र आत्मनेपदिनः भवति कुत्रापि माने मुक् आने मुक् इति सूत्रमस्ति आने मुक् अतः एव मकारः भवति. अस्तु एतत् इदानीं नास्ति. इदानीं अत्र अनुसूया भगिनी अस्ति वा पठितुं शक्यते वा? अनुसूया भगिनी नास्ति चेत् अग्रे पठकारोस्तवर्ति अकारः अस्ति सः न अनुदात्तः न वास्वरितः चिह्ना नास्ति एव अतः उदात्तः उदात्तः अपि अननासिक अपि अतः अयं धातु उदात्तेत् अतः परस्मैपदि तथैव लेखनधातु एव धावु गतिशुद्ध्योः इति उकारस्य उदाहरणम् उकारः उदात्तः अननासिकः च अतः धातुः उदात्तेत् तर्हि अत्र एकमेकं पङ्क्तिः स्वीकृत्य अर्थं वदतु. सकारोत्तरवर्ति यः अकारः अस्ति सः अनुदात्तः न वा सरितः अस्ति अनुदात्तः अपि नास्ति सरितः अपि नास्ति चिह्न नास्ति एव अतः उदात्तमिति यत्र यत्र कुत्रापि धातुः आगच्छति अत्र कुत्रापि चिह्नं नास्ति. एतत् प्रथमतया एव आयाति. किञ्चित् कालानन्तरं अत्र उदात्तः अनुदात्तः स्वरितः नास्ति एव. किञ्चित् कालानन्तरम् एतत् नास्ति एव. परन्तु प्राधानतया एतत् वेदे विषये अस्ति एव. मया पूर्वमेव उक्तवन्तः अत्र किमस्ति अत्र गायत्रीमन्त्रमस्ति खलु. एतत् विषये मया अनिल् महोदय वदतु अत्र एतत् गायत्रीमन्त्रं मया किम् उक्तम् उच्चारणस्थानं किम् उक्तम् कोऽपि वक्तुम् इच्छति वा? मया पूर्वमेव उक्तम् अत्र तादृशं नास्ति. ॐ भूर्भुवस्सुवः अत्र अनुदातकः अस्ति अतः एव एतत् स्वरः अधः गच्छति. तत्सविदुर्वरे एण्यम् एकारः स्वरितः अस्ति अतः एव अत्र उपरि गच्छति. साधारणतया आगच्छति चेत् अत्र उदातकः अस्ति किमपि स्वरः नास्ति किमपि चिह्नं नास्ति एव. अस्तु एतत् विषये अत्र उदाहरणं दत्तम् अत्र लिख दातु दाउ दातु गतिशुद्ध्योः अति उकारस्य उदाहरणम् उकारः उदात्तः अत्र उदात्तः यत्र यत्र अस्ति अत्र वयं जानीमः तत्र किम् अस्ति परस्मैपदिनः एव अस्ति इति. अनन्तरं धातुः उदात्तेत् तर्हि परस्मैपदिनः गति धावति परस्मैपदिनः धावति. अनन्तरं लिखो धातु स्वीकुर्मः चेत् अत्र अकार उत्तरमस्ति अनुनासिकवर्णः अपगच्छति अत्र लिक् इति भवति. इदानीं ति इति प्रत्ययं योजनेन परस्मैपदिनः प्रथमाविभक्ति विवक्षा अस्ति अतः एव ति योजनेन लिखति इति भवति. अस्तु इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा प्रश्नः अस्ति वा पृच्छतु. अस्तु इदानीम् अग्रे चरेम. भागीरथि भगिनी पठतु अग्रे. इदानीं क्षये इति धातुः इकारः अनुदात्तः अस्ति अतः धातुः अनुदाते आत्मनेपदी च किल क्षयते इति रूपम् इत्यस्मिन् अस्माकं भ्रान्तिः. कारणम् अस्मिन् इकारे अनुनासिकचिह्नं नास्ति अतः इत्संज्ञकः नास्ति तर्हि अनुदाते इति कथं वदेम? धातौ अनुदात्त इकारः इत्संज्ञकः चेदेव खलु धातुः अनुदात्ते अनुदात्तः इत् यस्य सः इति वक्तुं शक्नुमः. तर्हि कः स्वरः अवशिष्यते? कः स्वरः च अपगच्छेत् इति अवधेयम्। स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते? यदा स्वरः शिष्यते इति न, यदा स्वरः इत्संज्ञकः नाम अपगच्छति तदा एव क्रियते। क्षि धातौ इकारः दातः तु अस्ति, किन्तु इत्संज्ञकः नास्ति, अतः चयति। अस्य धातोः इकारः इड् व्यवस्थां सूचयति, न तु पदव्यवस्थाम्। किञ्चिदपि न प्रतिपङ्क्तिः स्वीकृत्य वयं दृष्टेम। प्रथमपद पङ्क्तिः पठतु। इदानीं क्षि क्षये इति धातुः स्वीकरणीयम्। इदानीं क्षि इति क्षये इति अर्थे आगच्छति। शरीरं क्षयते एव, शरीरं प्रतिदिनं गच्छेत् चेत् प्रतिदिनं क्षयति एव इति अर्थे क्षये इति क्षीणं भवति। अस्तु, इकारः अनुदातः अस्ति, अत्र इकारविषये इक् क्ष अनन्तरम् इ अस्ति, क्षय इ अस्ति। एतत् इ तु अनुदातः अस्ति, किमर्थं चेत् रेखा अधः भवति, अतः धातुः अनुदाते आत्मनेपदि किल। अत्र एतत् सर्वं जानाति एव, यत्र रेखा अधः भवति तत्र अनुदातः। एतत् मनसि स्थापयतु, यत्र इक क्षि इति अस्ति, अत्र किं किं भवति? इक् इष् खलु, अनन्तरम् इ भवति, एतत् मिलित्वा एव क्षि भवति। इदानीम् अत्र क्षि इति आदः रेखा अस्ति, अधः रेखा अस्ति, अनुदातः अधः रेखा, अतः किं भवति? अनुदातः एतत् मनसि स्थापनीयमेव। रेखा अधः अस्ति, अतः तत्र अनुदातः। अस्तु, इदानीम् अत्र आत्मनेपदि, यत्र स्वरः अधः अस्ति एतत् आत्मनेपदि, कुत्रापि लिखतु, एतत् मनसि स्थापनार्थं कुत्रापि लिखतु, एतत् आत्मनेपदि इति भवति। अग्रे क्षयते इति अर्थे रूपं, क्षयते रूपं शरीरम् इत्यस्मिन् अस्माकं भ्रान्तिः, कारणम् अस्मिन् इकारे अनुनासिकचिह्नः नास्ति। किमर्थं चेत् अत्र क्षयते इति अस्ति रूपं, स्वीकुर्मः चेत् अत्र रेखा कुत्रापि नास्ति, इकारः अनुनासिकचिह्नं नास्ति, अतः ईतसन्निकः नास्ति एव। तर्हि अनुदातेत् इति कथं वदेम? धातुः अनुदातः इकारः इत्संज्ञकः एव, अत्र इकारः इत्संज्ञकः एव। इदानीम् आत्म अनुदातेत् इति यस्य सः यत् इति वक्तुं शक्नुमः, अनुदातेत् इति वक्तुं शक्नुमः कुत्र अधः रेखा अस्ति चेत्। इदानीम् अत्र कुत्रापि रेखा नास्ति एव, अत्र भ्रान्तिः भवति, एतत् सर्वं जानन्ति एव। अत्र किञ्चित् कालपूर्वं सुब्रह्मण्यमहोदयेन एतत् विषये अनुदातः कुत्र भवति, उदातः कुत्र न भवति, अनन्तरं स्वरितः कुत्र भवति रेखा इति अत्र धातोः विषये प्रेषितमेव। तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत्, अपगच्छेत् इत्युक्ते इत् भवति, यत्र स्वरः अवशिष्यते तत् इति अवधेयम्। एतत् ज्ञातुं शक्नुमः, यत्र चिह्नः भवति, यत्र चिह्नः भवति चेत् अनुदातः, यत्र चिह्नः न भवति चेत् अत्र उदातः, यत्र चिह्नः उपरि अस्ति चेत् एतत् स्वरितः। इदानीं स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते? स्वरः उपरि अस्ति खलु, तकार अस्ति चेत् तकार उत्तरवती किं भवति? झटिति वदतु, तकार उत्तरवती किं भवति? कोऽपि कोऽपि एकार महोदय. तकार उत्तरवर्ति किं भवति? इत् प्लस् आ एव त खलु, इक् प्लस् आ एव खलु, संयुक्ताक्षरम् एतत् झटिति नातव्यमेव. सुलभतया प्रश्नः तु सुलभमस्ति, इक् अस्ति, इक् अस्ति चेत् अत्र किं किं भवति? इक् अस्ति चेत् अत्र किं किं भवति? एतत्तु ककार अस्ति, ककार अकार. हा, इक् अस्ति चेत् का योगः आकार आ भवति खलु. तादृशमेव इत् अस्ति, अस्ति चेत् इत् अस्ति चेत् अत्र किं किं भवति? तकार आकार. एतदेव मम प्रश्नः. तकार अस्ति चेत् एतत् सम्यक् नास्ति. क इस् ककार प्लस् अकार, त इस् इक्वल् टु ककार प्लस् अकार. ककार उत्तरवर्ति अकारः, इक् स्वीकुर्मः चेत् इक् संयुक्ताक्षरं भवति. अदे तादृशमेव इत् अपि संयुक्ताक्षरमस्ति अत्र. संयुक्ताक्षरं नास्ति, इत् कथं भवति इति मम प्रश्नः. Why are you calling it ik? It is kakara, right? Prathamam you have put kakara. No, no, no. Mama prashnaha idanim ka asti chet. Ka asti chet kim kim bhavati? Ik plus a eva ka. Kakara. Kakara plus akara bhavati. Takara ha. Takara ha. It plus a eva takara ha. It ki. Why are you uttering it it, Mahodaya? It is takara, right? तकारः इस् ईक्वल् टु एव इत् प्लस् आ. वाट् इस् इत् महोदय? इकारकः इत् इस् व्यञ्जनमस्ति खलु महोदये. महोदये यत् इत्युक्ते संस्कृते तकारः इति एव वक्तव्यम् इति मन्ये. तकारः, तकारः कथं भवति प्रथमम्? इत् प्लस् आ तकारः. तावदेव मम प्रश्नः. अत्र अनेन किं प्रश्नः? तकार इत्युक्ते प्योर् व्यञ्जनं महोदय. व्यञ्जनमेव इदानीं व्यञ्जनं कथम् आगच्छति चेत् प्रश्नः अस्ति चेत् तकार प्रश्नः अस्ति चेत् पूर्वमेव लता इति अस्ति खलु. इल् प्लस् आ प्लस् ता इति भवति. इट् इस् नाट् इल् महोदय, इट् इस् लकार प्लस् अकार प्लस् तकार प्लस् आ. अस्तु, इदानीं ता इति अस्ति, अत्र किं किं भवति? तकार प्लस् तकार प्लस् इट् बिकम् ता. तकार प्लस् इस् इट् नाट् इ नै बोलना चाहिए, ता बोलना चाहिए. इट् इस् तकार. Takara plus I think it is a regional pronunciation to speak the vyanjan. But in Sanskrit we call it takara, right? We don't call it it. Yeah. Actually it should be only ta, but in North India they pronounce it as it. It is a sanjna asti khalu, it. अस्तु, इदानीम् एतत् विषये किञ्चित् अत्र मम क्लेशः अस्ति वा भवतः क्लेशः अस्ति वा इति अहं न जानामि. अत्र एतत् विषये स्थापयतु. इदानीं यदा स्वरः शिष्यते इति न, यदा स्वरः इतसंज्ञकः नाम अपगच्छति तदा एव क्रियते. क्षि इति अस्ति चेत् अत्र धातुः इकारः अनुदातः तु अस्ति, किन्तु इतसंज्ञकः नास्ति एव. इतसंज्ञकः अत्र नास्ति, अतः क्षयति इति भवति. क्षयति अत्र क्षि अस्ति, अनन्तरं यकारयोजनेन क्षय इति भवति, अनन्तरं ति योजनेन क्षयति इति भवति. इदानीम् इकारः इड् व्यवस्था सूचयति, न तु पदव्यवस्था. इड् इति किञ्चित् किमस्ति अत्र, इड् व्यवस्था इति इकारः यत्र यत्र श्रूयते एतदेव इडुव्यवस्था क्षि क्षयति इति अत्र एतत् पदविषयं नास्ति एव इडुव्यवस्था भवति यत्र एतत् विषये किञ्चित् इतोपि ज्ञातुं शक्यते चेत् इडुव्यवस्था इति पुस्तकम् अस्ति इड् किमर्थं चेत् अत्र इकारः कुत्र श्रूयते चेत् सेट् अस्ति सेट् यत्र भवति तत्र इडुव्यवस्था इतोपि एतत् विषये किञ्चित् अग्रे आगच्छति अत्र पश्याम इदानीम् अत्र गीताश्चितर् पठतु आं भगिनि पठतु स्मृ एकं भगिनि क्षम्यतां भगिनि मम बहिः अस्ति वा आम् आं भगिनि अस्तु पूर्णिमा प्रकाश भगिनि पठतु वदतु भगिनि अत्र इतोपि किञ्चित् एकनिमिषम् एकनिमिषम् अत्र किञ्चित् वक्तुम् इच्छामि अत्र रेपः अस्ति चेत् रेपः इति वयम् उक्तवन्तः खलु रेपः राधिपः अत्र रकारः इति न वक्तव्यम् इति रेपः अस्ति चेत् अत्र रेपः एव वक्तव्यं परन्तु अत्र रा इति स्वीकुर्मः चेत् रा एव अत्र किं भवति चेत् अत्र गिर् योगः आ अस्ति एतदेव रा भवति इर् न महोदय रेफ प्लस् अ इस् रा रेफः प्लस् अ इस् रा एषः रेफ प्लस् रेफ न इदानीमेव अत्र किञ्चित् क्लेशः अस्ति चेत् अन्येषां कृते पृच्छति एव रेपः अस्ति चेत् अत्र रेपः एव वक्तव्यम् इदानीं रकारः इति अस्ति चेत् अत्र रा पदं रा व्यञ्जनम् अस्ति चेत् अत्र इर् योगः अ इति भवति रकार सब् रकार मीनिङ्ग् रेफा एव महोदय न अत्र किञ्चित् एतत् विषये इदानीमेव दृष्टवन्तः अत्र रकार वि डोण्ट् यूस् बिकास् इट् इस् गिवेन् अ न्यू टर्म् काल्ड् रेफा बट् इट् इस् इन् प्लेस् आफ् रकार ओन्लि आं भगिनि रेपः एव वक्तव्यं रेपः एव वक्तव्यम् एकनिमिषं रकार पूर नै लिखते न रकार नीच हलन्त जैसे लिखते है रकार रकार प्लस् अकार रकार अस्तु एतत् विषये अहं किञ्चित् प्रेषयिष्यामि अग्रे इदानीं द्रष्टुं न शक्यते एव मम समीपे एतत् विषये उदाहरणमपि अस्ति इदानीमेव किमस्ति अत्र सुब्बु कुरङ्गटि महोदयेन एतत् विषये पाठः अचलत् ह्यस्तनवर्गे अभवत् एव एतत् विषये अहम् एतत् प्रेषयिष्यामि अत्र किं किं भवति इति रकारः इति रा इति भवति चेत् अत्र रकारः इति न वक्तव्यं पूर्वमेव मया सूचितम् एतत् विषये राधिपः इति अत्र रकारः इति न वक्तव्यम् इति परन्तु इदानीं महोदयेन ह्यस्तनवर्गे एव एतत् विषये अचलत् मम अपि एतत् विषये लिखितमपि अहं भगिनि रकार न वक्तव्यं किन्तु रेफ वक्तव्यं रैट् परन्तु रा पदमपि अस्ति रा पद रा व्यञ्जनम् अस्ति अत्र एतत् विषये इदानीमेव अचलत् मम एकविषयम् अहं फोटो पेज् कर् प्रेषयिष्यामि. अस्तु, वाट्साप् द्वारा प्रेषयिष्यामि. इदानीं स्मृतौ धातोः रकारः पठतु भगिनि. पूर्णिमा, अस्ति वा? पूर्णिमा प्रकाश अस्ति वा? नास्ति चेत् अत्र प्रवीणा चौहान् पठतु. आं भगिनि, इमे अभ्यासः न स्मृधातोः ऋकारः स्मृधातौ ऋकारः अनुदात्तः किन्तु अनुनासिक न, अतः अतः अनुदात्तेत् न. अयं ऋकारः इट् व्यवस्थां सूचयति, न तु पदव्यवस्थां. स्मृधातुः अनुदात्तेत् अपि नास्ति, ङित् अपि नास्ति, स्वरितेत् अपि नास्ति, ङित् अपि नास्ति. अतः अयं धातुः परस्मैपदी स्मरयति इति लटि. स्मरति, स्मारयति स्मरति इति लटि. अत्र स्मृ धातोः स्वीकुर्मः चेत् अत्र ऋकारः अनुदात्तः, अत्र अधः रेखा अस्ति, अतः तत्र अनुदात्तः. अनुदात्तः तत्र पठतु. अनुनासिकचिह्नं नास्ति भगिनि, अनुनासिकचिह्नं नास्ति एव, परन्तु अत्र एतत् अधः रेखा अस्ति, एतत् किं सूचयति? अनुदात्तात् अनुदात्त अनुदात्तः एव नित्संज्ञकः इति. अत्र किं नास्ति चेत् अत्र नित् नास्ति, नित् अस्ति चेत् अत्र आत्मनेपदिनः भवति. अनन्तरं स्वरितः अस्ति चेत् एतदपि नास्ति, स्वरितः उभयपदिनः अपि नास्ति. अनन्तरं नित् अस्ति चेत् अत्र परस्मै उभयपदिनः, नित् अस्ति चेत् अत्र परस्मैपदिनः उभयपदिनः एतदपि नास्ति. अतः धातुः परस्मैपदि इति ज्ञातुं शक्यते एव. यत्र उपरि चिह्नं नास्ति, अनुदात्तचिह्नं नास्ति, अनन्तरं नित् अपि नास्ति, तत्र अनुदात्तचिह्नम् एव अस्ति अधः. तत्र वयं स्वीकुर्मः अत्र परस्मैपदिनः एव इति. स्मरति स्मृधातुः अत्र ऋकारस्य स्थाने अर् भवति. किं भवति अत्र ऋकारस्य स्थाने अर् गुणः भवति? किं सूत्रेण? उरन्ध्रपरः अत्र इत्यनेन अत्र स्मर् भवति. अनन्तरं विवक्षा प्रथमपुरुषे एकवचनविवक्षा अस्ति, अतः एव तीतः अन्ति एतत् वयं न स्वीकुर्मः. अत्र सर्वदा प्रथमपुरुषे एकवचनमेव स्वीकुर्मः उदाहरणम्. अतः तत्र प्रथमपुरुष एकवचनविवक्षा अस्ति, स्मर् योगः ति भवति. अत्र वर्णमेलनेन स्मरति इति भवति, तावदेव. अस्तु, अग्रे. अत्र सीतालक्ष्मी अस्ति वा भगिनि? प्रश्नः अस्ति चेत् पृच्छतु. इड् व्यवस्था नाम किं भगिनि? इड् व्यवस्था सेट् अस्ति. इट् यत्र इकारः श्रूयते, इकारः इदानीमेव श्रयति इति, छि इति धातु स्वीकुर्मः चेत् अत्र छि इति इकारविषये अस्ति, इडुव्यवस्था अस्ति. पठति इति स्वीकुर्मः चेत् इडुव्यवस्था अस्ति, पठनं इति अत्र इडुव्यवस्था नास्ति एव. एतत् किञ्चित् कालानन्तरम् अग्रे आगच्छति एव. यत्र इकारः श्रूयते तत्र इडुव्यवस्था भवति, तावदेव. इतोपि प्रश्नः अस्ति वा भगिनि? तत्र ऋकारः अर् भवति किमर्थं चेत् सार्वधातुक आर्धधातुकयोः एतदपि भवति. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन एव अत्र अर् भवति. अत्र गुणकार्यम् अर् सार्वधातुक आर्धधातुकयोः इत्यनेन एव गुणं भवति. ऋकारस्य स्थाने अर् भूत्वा पुरण्ड्रपरः अपि भवति. यत्र यत्र अण् इति प्रत्ययः अण् इति प्रत्ययम् अस्ति आयाति तत्र उरण्ड्रपरः अपि कार्यं भवति. अतः रेपः विषये अत्र कार्यं भवति. स्मृ इति अर् भवति, स्मर् भवति, अनन्तरं प्रथम पुरुष विवक्षा अस्ति, टि योजनेन स्मरति इति भवति. इदानीं सीतालक्ष्मी पठितुं शक्यते वा? अभ्यासः इति अभ्यासः इमे धातवः सर्वे द्वादिगणीयाः सर्वप्रथमं धातुः आत्मनेपदी उभयपदी परस्मैपदी वा इति सूच्यताम् तदा लौकिकधातुः कः इति वदतु तदा विकरणसहितम् अङ्गं किं तदा लट्लकारस्य रूपम् उदाहरणं वञ्चु वञ्चु इति धातुः उदात्तेत् अतः परस्मैपदी लौकिकधातुः वञ्च् विकरणसहितम् अङ्गं वञ्च् वञ्च् लटि वञ्चति वञ्चु वञ्च् वञ्च् योग शप् वञ्च् वञ्च् योगति वञ्चति इति वञ्चु इति अस्ति अत्र अत्र उकारसहितम् अनुनासिकवर्णः उदात्तेत् अत्र किमपि अत्र चिह्नं नास्ति उपरि अपि चिह्नं नास्ति अधः अपि चिह्नं नास्ति अतः तत्र उदात्तम् उदात्त अस्ति चेत् उदात्तः अस्ति चेत् अत्र किं भवति परस्मैपदिनः एव पूर्वमेव वयं दृष्टवन्तः उदात्तः अस्ति चेत् परस्मैपदिनः लौकिकधातुः वञ्च् इति भवति विकर्णसहितं विकर्णं विकर्णसहितं किम् अस्ति अत्र शप् इति अस्ति विकर्णप्रत्ययम् अत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति अतः वञ्च् इति पदं वञ्च इति भवति इदानीं प्रथमपुरुषे एकवचनविवक्षा अस्ति अतः ति योजनेन वञ्चति इति भवति अस्तु इदानीं मळ इति भवति मळ अत्र अनुदात्त अनुदात्त अत्र युगलकिशोर गोयङ्का अस्ति वा मिस्टर् किशोर् अस्तु अनिल् वदतु मल इति भवति किशोर् अस्ति अस्तु पठतु अत्र धातुः कथम् अत्र अन्तिमवर्णम् अन्तिमपदं कथम् अत्र स्वीकुर्मः इति आत्मनेपदी अस्ति मल लकार अस्ति मत अत्र मत अनुदात् अस्ति उत्तमम् संज्ञा भवति लकार अकार अनुनासिककार इति संज्ञा भवति तत् कारणे आत्मनेपदी भवति किं वदामि लकारस्य अकारस्य मध्ये ईत्संज्ञा भूत्वा तस्य लोपेन सूत्रेण लोपः भवति मल् अवशिष्यते अस्तु मल् योगं सप् योगं ते तो मल् मध्ये एक नास्ति तो तत् कारणेन मल योगं ते मल् मलते अत्र शप् इति अस्ति विकर्णप्रत्ययम् अत्र अनुबन्धलोपानन्तरम् आकारः एव तिष्ठति सकारस्य सकारस्य पकारस्य सकारस्य सकारस्य एकनिमिषं महोदय अत्र सूत्रं जानाति वा पकारस्य अलन्तं सूत्रे नै पकारस्य अलन्तं सूत्रेण और् सकारस्य एकनिमिषम् अत्र शप् इति अस्ति खलु अत्र कोऽपि वक्तुं शक्यते वा शकारः किं सूत्रेण इति भवति इति लसक्व तद्धिते एतत् अपगच्छति अकारः एव तिष्ठति पकारः अलन्त्यम् इति सूत्रेण प्रथमम् इति भवति तस्य लोपः इत्यनेन एव पूर्णतया लोपः भवति अकारः एव मलयोगः अयोगः योगं ते योगः मलते पुल्लिङ्गपदं मलते इति अन्तिमरूपं किमर्थं चेत् अत्र अधः रेखा अस्ति अतः अनुदातेत् यत्र यत्र अनुदातः भवति तत्र आत्मनेपदिनः भवति इति पूर्वमेव वयं दृष्टवन्तः महोदय मलते इत्युक्ते अर्थं किम् एकनिमिषम् एतत् कष्मलमिति वक्तुं शक्यते खलु मलते अत्र डर्टि मलम् मलम् एतत् मलं मलम् अत्र कष्मलं भवत्याः भवत्याः मनसि किञ्चित् मलं नास्ति इत्युक्ते अत्र डर्टि नास्ति अत्र मदम् आश्चर्यं लोभम् एतत् सर्वम् अस्ति खलु एतत् नास्ति चेत् अत्र मलमिति अर्थे आगच्छति अत्र तिलकं पुरी पुरी तद् कुलमस्ति प्लीह एतत् अग्रे देट् इस् टु गो टु वाश्रूम् टु क्लीन् द सिस्टम् बोडि सिस्टम् दट् इस् अर्थम् अत्र अग्रे आगच्छति पश्यतु पूज्य मृज्यते शोध्यते मृज् कल अत्र डर्टि इति अर्थे आगच्छति मलम् अस्तु इदानीं बुधि इति अग्रे अत्र अनुसूय वदतु आं भगिनि अनुसय नास्ति अनिल् कुमार् वदतु अनिल् अस्ति वा अत्र उपरि अस्ति रेखा उपरि अस्ति अत्र सरिता ओके अत्र सरिता अस्ति चेत् किं किं भवितुमर्हति सरिता अपि अनुनासिका अपि अस्ति अत्र मम प्रश्नः स्वरिता इति स्वीकुर्मः चेत् अत्र पदं किं किं भवति सरिता अस्ति चेत् उभयपदी उत्तमम् उत्तमम् पठतु सो अत्र स्वरिता अनुनासिक इकार अस्ति अनुनासिककारः अस्ति चेत् संज्ञकः भवति अत्र लोपानन्तरं बुध् इति अवशिष्यते अत्र स्वरित अस्ति चेत् उभयपदी अस्ति तत्कारण बुध् प्लस् शप् प्लस् ति च बुध् प्लस् शप् प्लस् ते सो शप् बिकम्स् अ सो बुधते अत्र अपि कार्यं भवति खलु अत्र उकारः अस्ति चेत् इदानीं पश्यतु उकारः अस्ति उकारः कुत्र भवति उपादायम् भवति खलु उपादायम् अस्ति अतः तत्र पुहन्तलघुपदस्य च इत्यनेन उकारस्य स्थाने ओकारः भवति अतः अत्र पश्यतु उत्तमं रूपद्वयं भवति बोधति इति प्रतिं योजनेन बोधति अनन्तरम् अत्र उभयपदिनः अस्ति तादृशमेव पुहन्तलघुपदस्य अनन्तरं शप् मध्ये अकारः ता इति ता आतां द्वम् ता आतां ज इति भवति खलु अत्र ता आतां त इति एकनिमिषं ता एव प्रथमं स्वीकुर्मः चेत् अत्र टिते आत्मनेपदानां टेरे इति टि सञ्ज्ञकस्य विषये अकारः अस्ति ता उपरि अकारः अस्ति एतत् अकारस्य स्थाने एकारः टिते आत्मनेपदानां टेरे इत्यनेन ते भवति अतः बोधते इति अन्तिमः सो बोधति भवति बोधते भवति किमर्थं चेत् अत्र स्वरितः अस्ति अतः तत्र उभयपदिनः भवति अस्तु इदानीम् अक्षु इति दीर्घ ऊकारः अस्ति अत्र बहिरिति भवतु, अनुसूया वदतु, अनुसूया. अत्र अक्षु अन्ते विद्यमान दीर्घ उकारः दीर्घ उकारस्य उच्चन्या भूत्वा अक्ष एव अवशिष्य भागम् अक्ष अधिकं शप् अधिकति अक्षति जप् इत्युक्ते दशत्वधिते इति सूत्रेण प्रथमविद्यमानशकारस्य एतत् वयं सर्वं जानीमः एव. इदानीम् अक्षति इति भवति. किमर्थं चेत् किमर्थम् अत्र परस्मैपदिनः भवति? अक्ष उपरि ततः मितः नास्ति, स्वरितः नास्ति, अनुदातः नास्ति. अतः तत्र वयं जानीमः उदातः अस्ति. अतः तत्र किम् उदात्तः अक्षति इति भवति. अक्षति इति भवति. अस्तु, समीचीनं. अस्तु, समीचीनं, धन्यवादः. एतत् सर्वे उदाहरणरूपेण गृहपाठरूपेण करोतु. अत्र वाट्सप् द्वारा अपि प्रेषितुं शक्यते. समयः नास्ति, मम अन्यकार्यमस्ति इति यः उक्तवन्तः. वदतु महोदय. भवती अवदत् मल् धातु अस्ति तत्र मत् जगि नै सप् सप् विकण्प्रत्यय अस्ति तत्र सकारस्य लसक्तद्विते सूत्रेण. हा सम्यक्, न समस्या नास्ति महोदय. कारणं सप्त प्रत्यय अस्ति तत् कारणमत् लसक्तद्विते लसक्तद्विते तत्र कार्यं करोति. इदानीम् एतत् विषये अग्रे किञ्चित् उदाहरणरूपेण अस्ति एव. अत्र इतोपि कार्यं करणीयमेव. भवन्तः इच्छन्ति चेत् अग्रिमे वर्गे एतत् विषये कुर्मः, नो चेत् अहं कार्यं करोमि. एतत् समीचीनतया अत्रैव अस्ति. उदात्तः अस्ति चेत् किमपि कार्यं नास्ति, अनुदात्तः अस्ति चेत् आत्मनेपदिनः, स्वरितः अस्ति चेत् अत्र उभयपदिनः. एतत् सर्वम् अहं जानामि, अहं वाट्सप् द्वारा प्रेषयिष्यामि. न महोदय, अहं जानामि एव इति उक्त्वा चेत् अग्रिमवर्गे चलेम. धन्यवादः सर्वेषां कृते. अत्र ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीहरिः. ॐ गुरुभ्यो नमः. सर्वेषां कृते नमस्कारः. धन्यवादः. शुभदिनम्. धन्यवादः. धन्यवादः.